नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. यङ्गुपन्तदातवः इति पाठः अनुवर्तते. तत्र वयं यङ् प्रत्ययः केभ्यः धातुभ्यः भवति, केषु अर्थेषु, कथं तस्य निर्माणं भवति, एतत् सर्वं दृष्टवन्तः. इदानीं तिङन्तयोजनं करणीयं, पदनिर्णयः अपि कर्तव्यः. तस्मिन् विषये एव अद्य वयं पश्यामः. यङ् लुक् विधानं सर्वं दृष्टवन्तः, अभ्यासकार्यं, द्वित्वं सर्वं जातम्. इदानीं धातुः सिद्धः, नूतनधातुः, सनाद्यन्तादातवः इत्यनेन धातुः, अभ्यासकार्यम्, अङ्गं सर्वं कृत्वा धातुः सिद्धः. इदानीं तिङ् प्रत्यये योजनं भवति, तस्मात् तत्र पदनिर्णयः अपि कर्तव्यः, कथं रूपम् आगच्छति इत्यस्य. अतः तस्मिन् विषये अद्य पश्यामः. कुतः पठनीयम् इत्युक्ते एकनिमिषं. यङ् लुगन्तधातुभ्यः लट् लोट् लं विधिलिङ् इति चतुर्णां सिद्धिः इति. आं पठतु भगिनि, यङ्गो वा इति सूत्रं पठतु. सूत्रं यङ्गो वा सप्तम अध्याये तृतीयपादे चतुर्नवतम सूत्रं. यग् लुगन्तेभ्यः धातुभ्यः हलादिपि सार्वधातुकस्य विकल्पेन ईट् आगमो भवति. हलादिपि सार्वधातुकप्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्. ततः इदं सूत्रं यङ् लुकि इति ज्ञापकं. यङ्गः पञ्चम्यन्तं वा अभ्येपदं द्विपदम् इदं सूत्रम्. अतो बुद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. नाव्यस्तस्य अचि पिति सार्वधातुके, एतस्मात् पिति सार्वधातुके इतनयोः अनुवृत्तिः. ब्रूव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं यङ् यङ्गः ईट् वा हलि इति सार्वधातुके. यङ्गो वा इति सूत्रं किं वदति चेत् यङ् लुगन्तेभ्यः धातु अस्ति चेत् पर हलादिपित् सार्वधातुकप्रत्ययः अस्ति चेत् विकल्पेन इति आगमो भवति. समीचीनं. अतः किमर्थं नास्ति एव यङि तस्य आत्मनेपदत्वात् नाम कथम् अतः हलादिपित् सार्वधातुकप्रत्ययः यङि तु नास्ति एव. इदानीम् अस्माकं प्रसङ्गः तु यङ् लुक्. सूत्रे किमपि न उक्तं, यङ्गो वा इत्येव उक्तम्. ईट् आगमः इति अनुवर्तते, परन्तु यङ् लुकि एव भवतु इति किमपि न उक्तं. कथं वयम् अवगन्तुं शक्नुमः इत्युक्ते, तत्र यङि तु आत्मनेपदत्वम् एव अस्ति, परस्मैपदत्वं नास्ति. हलादि सार्वधातुक हलादिपित् सार्वधातुकप्रत्ययः आत्मनेपदि आत्मनेपदप्रत्ययेषु न भवति. अतः यङ् लुक् इति वयम् अवगन्तुं शक्नुमः. ज्ञापकम्. ओके, ज्ञापकम्. ओके, केवलं यङ् लुक् अस्ति चेत् अस्ति. धातुतः हलादि पिट् सार्वधातुकप्रत्यये परे ईट् आगम आगच्छति. सत्यं, विकल्पेन. विकल्पेन यत्र धातुः अभ्यस्तसञ्ज्ञकः अस्ति तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते. यङ् लुगन्तधातवः सर्वे अभ्यस्तसञ्ज्ञकाः, अतः सर्वत्र इमे द्वे कार्ये स्तः. ओके, अधुना धातु अभ्यस्तसञ्ज्ञक अस्ति चेत् तत्र विशेषसूत्राणि अस्ति. तिङ् प्रत्यय साधनसमये यङ् लुगन्तदातवः सर्वे अभ्यस्तसञ्ज्ञकाः, रूप सूत्रद्वयम् अस्ति स्वतः कथं प्रक्रिया कथमिति सूत्रम् उक्तं भवति, सूत्रे उक्तं भवति अभ्यस्तात् सप्तम अध्याये प्रथमपादे चतुर्थ अभ्यस्त सूत्रम् अभ्यस्तसञ्ज्ञकधातु धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं जो अन्तः इत्यस्मात् झः षष्ठ्यन्तम् इत्यस्य अनुवृत्तिः आयनेयः षड् खचकां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आदेः जः अत् अदभ्यस्तसूत्रम् अत्र पदंपुरुषबहुवचने वयं जानीमः जि इति अस्ति जो अन्तः इति सूत्रेण समानतया अन् भवति परन्तु अदभ्यस्तात् सूत्रेण जकारस्थाने अत् आदेशः भवति. तावदेव अत्र किल चकारस्य स्थाने अत् आदेशः इति प्रथमं कार्यं देयं यत् इत्यपि पठतु भगिनि. देयं यत् अत् आदेशस्य देयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत्सञ्ज्ञकः न यतोहि अत्तु विभक्तिसञ्ज्ञक झि प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः इत्यनेन हलन्त्यं बाधितम्. ओके अत्र झि स्थाने अम् आगम अत् बाति भवति अत्तकार अत्र अत् इति तकार हल्वर्णः अस्ति सामान्यतया हलन्त्यम् इत्यनेन लोपः भवति परन्तु अत् झि स्थाने आगतवन्तः ततः न विभक्तो स्तु स्माः इति सूत्रेण अलञ्चं न कार्यं करोति. बाधित अभ्यस्तात् इति सूत्रेण लटि लोटि प्रथमपुरुषस्य बहुवचने झा स्थाने अत् आदेशः अतः लटि झि अति न तु अन्ति लोटि झि अतु न तु अन्तु. ओके उदाहरणं दत्तं लट् लकारे झि स्थाने अति एव अति अस्तु भगिनि अति न तु ओके अति न तु अन्ति लोट् लकारे झि स्थाने अन्तु इति प्रत्यय सिद्ध्यति. अत् इति आदेशः पूर्वमेव इकारः अस्ति अतः अति अतु इति तत्र लोटि लोटि. समीचीनम् एकनिमिषं क्षम्यताम्. इति अदभ्यस्तात् इति प्रथमं सूत्रं तत्र तस्य कार्यं भवति अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिमावयवस्य चकारस्य स्थाने अस् आदेशः. धन्यवादः भगिनी. उषा भगिनी अग्रिमसूत्रं सिजभ्यस्तविधिभ्यश्च परिचितमेव. आं भगिनि, सिजभ्यस्तविधिभ्यश्च ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति. सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधि विधयः तेभ्यः सिजभ्यस्तविधिभ्यः. सिजभ्यस्तविधिभ्यः पञ्चमीयन्तं च अव्ययपदं द्विपदमिदं सूत्रं. नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः झेर्जुस् इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. सिजभ्यस्तविधिभ्यः च ङितः लस्य जेः जुस्. ङित् लकार अवस्थायाम् अत्र यङ् ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् सिच् प्रत्ययः अस्ति चेत् अनन्तरम् अभ्यस्तसंज्ञात् धातोः अस्ति चेत् अपि च विद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति. पूर्वं वयं पठितवन्तः जी जकारस्य स्थाने अत् आदेशः भवति अदभ्यस्तात् इति सूत्रेण. तत्र लटि लोटि रूपं सिद्ध्यति जी स्थाने किम् इति. अत्र लङ्लकारस्य ङित् स्थाने आगच्छति इति. ङित् लकारस्य अवस्थायां सो लङ् लकारस्य अवस्थायां सिच् प्रत्ययात् सिच् प्रत्ययः अत्र नास्ति. अभ्यस्तसंज्ञकधातोः विषये एव वयम् अत्र विषयः अस्ति. विद् धातोः च परस्य जि प्रत्ययस्य स्थाने जुस् आदेशः भवति सिजभ्यस्तविधिभ्यश्च इति सूत्रेण. जेः जुस् इत्यस्य पूर्णतया अनुवृत्तिः भवति इत्यनेन जि स्थाने जुस् आदेशः भवति. अत्र अभ्यस्तसंज्ञकात् धातोः अत्र यङ् यङ्लुगन्तप्रक्रिया कृते अभ्यस्तसंज्ञका धातोः अस्ति इत्यनेन जि स्थाने जुस् आदेशः भवति. अनेन लङ्गि अभ्यस्तसंज्ञकधातोः परस्य जि स्थाने जुस् आदेशः. जुस् इत्यस्य अनुबन्धलोपे रुत्वविसर्गौ उः इति भवति. तर्हि अभ्यस्तसंज्ञकधातुः अस्ति चेत् लङ्गि अन् स्थाने उः इति प्रत्ययः भवति. लङ् अभ्यस्तसंज्ञकधातोः अत्र अस्ति यङ् लुक् इति प्रसङ्गे यङ् लङि कृते जि स्थाने जुस् आदेशः इति वयं दृष्टवन्तः. अत्र जुस् इत्यस्य अनुबन्धलोपानन्तरम् उः एव तिष्ठति. उः इत्यस्य कृते उः इति उः इति तर्हि अभ्यस्तसंज्ञकधातुः अस्ति चेत् लङि अन् स्थाने प्रथमपुरुषबहुवचनस्थाने बहुवचन अन् स्थाने उः इति प्रत्ययः भवति. अतः आहत्य अभ्यस्तसंज्ञकधातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ् प्रत्ययाः एते. जुहोत्यादिगणे परस्मैपदे यथा तथैव यङ्गो वा तथैव यङ्गो वा इत्यनेन विकल्पेन हलादिपिट् सार्वधातुकस्य विकल्पेन ईट् आगमः भवति. तर्हि यङ् लुगन्ते एते एव योजनीयाः. लट् लकारः ती अपि च ईति हलादिपिट् सार्वधातुके. भगिनि यङ् लुग् यङ् लुक् ओ दिस् इस् परस्मैपति. ति इति इतः अति ति इति इति अत्र बै दट् अद न नट् दट् यङ्गोवा इति सूत्रेण इति तः अति अति इति अदभ्यस्तात् ति इति तः अति सि ईषि थः थ मि तत्रैव भवति इति वदतु भगिनि. केवलम् एकवचने एव किमर्थम् हलातिपिण्ड् हलातिपिण्ड् सार्वधातुके कृते एव ईटागमः भवति यङ्गो वा इति सूत्रेण. हलादि पित् सार्वधातुके सार्वधातुकप्रत्ययः ति इति पित् भवति, हलादि अपि अस्ति इत्यनेन ईट् आगमः भवति, ति अपि अस्ति प्रत्ययः, ईति अपि अस्ति विकल्पेन विकल्पेन वा ओ या यङ्गः ईट् वा हलिपिति सार्वधातुके अस्तु भगिनि, यङ्गो वा ति इति तः अति सि ईषि तः त मि ईमि वहमः लोट्लकारः तु ईतु तात्, परन्तु अत्र परस्मैपति एव दत्तं भगिनि, आत्मनेपति न दत्तम्, आत्मनेपति तदेव यङ्गोवा इति सूत्रे पठितवन्तः किल, यङ्गोवा आत्मनेपति आत्मनेपति प्रत्ययः हलि प्रत्ययः नास्ति, हलादिपित् सार्वधातुक हलादिपित् नास्ति आत्मनेपति कृते ओके सो अजादिपित् कृते इन्वे सूत्र डसन्ट् अप्लै यङ्गोवा ओके किमर्थं तत्र केवलं परस्मैपदी इति अग्रे आगच्छति पदनिर्णयः इति अपि पठामः, किमर्थं तत्र आत्मनेपदित्वं यङ्लुकी नास्ति इति अनेन सूत्रेण वयम् अवगन्तुं शक्नुमः तद् यङ्गी तु आत्मनेपदित्वम् अस्ति इति यङ्गोवा इति सूत्रे एव ज्ञापकम् इति तत्वात् यङ्गी यङ्ग् आत्मनेपदित्वम् अस्ति, यङ्गुकी किमर्थम् आत्मनेपदित्वं नास्ति इति अग्रे आगच्छति पदनिर्णयः इति अस्तु भगिनि. लोट्लकारः तु ईतु तात् ताम् अतु हि तात् तं त आनि आव आम ओके, लङ्लकारः एव उः तु ईत् तकारः ईत् भवति ताम् उः उः जेर्जुस् अनन्तरं वटस सिजभ्यस्तविधिभ्यश्च ओके अत्र अभ्यस्तधातु स विसर्गः ईः तं त अं व म ओके विधिलिङ्गकारः यात् यातां युः याः यातं यात यां याव याम अत्र ध्येयम् एते सर्वे प्रत्ययाः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः, येषु च प्रत्ययेषु हलादिपित् सार्वधातुकप्रत्ययाः षट् ति सीमि तु तु स् अस्तु, अजादिपित् सार्वधातुकप्रत्ययाः दश ईति ईषि ईमि ईतु आनि ओ अजादिपित् अजादिपित् ओ ईति अपि ईति ईषि ईमि ईतु आनि आव आम सुष्टि इति पित् इत्यनेन ईति अपि पित् इति दृष्टवन्तः ओके ईति ईषि ईमि ईतु आनि आव आम ईत् ईहि आम् अपि अस्तु भगिनि, हलादि अपित् सार्वधातुकप्रत्ययाः आदेशः स्थानिवत् स्थानिवत् दट्स् वै ति इति ईति अपि पित् प्रत्ययः धन्यवादः 25 अस्ति हलादिपित् सार्वधातुकप्रत्ययाः तः तः त वः मह तात् तात् तात् तां हि तात् अस्तु भगिनि, अजादि अपित् सार्वधातुकप्रत्ययः त्रयः, अजादि अपित् सार्वधातुकप्रत्ययः अति ओके जि अतु जि उः ओके दिस दोन् अजादि अपित् सार्वधातुकप्रत्ययः त्रयः एव समीचीनम्. अनेन वयं तु विभागं कृतवन्तः चेत् कार्यं तु सुलभमेव, यदा पूर्वं वयं दृष्टवन्तः तदेव अत्र पूर्वमपि उक्तम् अभ्यस्तसंज्ञकधातूनां कृते सार्वधातुकलक्षणेषु सिद्धप्रत्ययाः जुहोत्यादिगणे परस्मैपदी यदा वयं दृष्टवन्तः तथैव कार्यम् अजादिपित् फलादिपित् अजादि अपित् फलादि अपित्, परन्तु इदानीं यङ्गोवा इति एकं सूत्रम् अधिकं तावदेव तत्र वैकल्पिकरूपं भवति, तावदेव मनसि भवेत्. तस्य पदनिर्णयः इत्यस्मिन् विषये किञ्चित् सिद्धान्तकौमुदी सर्वं स्वीकृत्य तत्र परिशीलितवन्तः, चर्चां कृतवन्तः शास्त्ररीत्या, तदपि एकवारं पश्यामः. नूतनधातुसिद्ध्यर्थमेव बहवः सूत्राः सन्ति. आम् एतद् यङ्ग् लुक् किल यङ्ग् लुक् इत्यस्य अभ्यासकार्यं भवति नूतन धातुसिद्धि अभ्यासकार्यं तु समानमेव यदा जुहोत्यादिगणे दृष्टवन्तः इदानीं यङ्ग् लुक् अपि परन्तु धातुसिद्ध्यर्थं यथा तत्र कार्याणि भवन्ति अहं तु तत्र मम एम् ए मध्ये लिट्लकारस्य प्रक्रियां तत्र अधीतवती गत प्रायः गतसप्ताहे वा सप्ताहपूर्वम् अत्र इतोपि कार्याणि अधिकानि सन्ति यङ् तु बहु सरलमेव तस्य अपेक्षया अत्र एकमेकं दातुं भिन्नभिन्नकार्याणि एक प्रत्येकं प्रत्ययं निमित्तीकृत्य तत्र इडागमचिन्तनं सर्वम् अस्ति अतः तस्य अपेक्षया एतत्तु किञ्चित् सरलमेव मम अवगमनं पश्यामः अस्तु धन्यवादः भगिनि विजया भगिनी अस्ति वा महोदय अहं बहिः अस्मि किञ्चित् पञ्चनिमिषानन्तरम् अहं वदामि अस्तु क्षम्यतां क्षम्यतां महोदय अरुणा भगिनी भवती एव पुनः पठति वा आं भगिनि सार्वधातकम् अपि इति सूत्रेण एते अपितः प्रत्ययाः सर्वे निर्वत् भवन्ति प्रत्येकं प्रत्ययस्य स्वभावः कः इति मनसि निधाय अग्रे कार्यं करणीयम् अस्माकं कार्यं च यथा सर्वत्र द्विस्तरीयं द्विस्तरी ओके प्रथमम् अङ्गकार्यं अनन्तरं सन्धिकार्यम् ओके वयं जानीमः सार्वधातक अपि दातवः अस्ति चेत् ते सर्वे निद्वत् भवन्ति अतः गुणनिषेधः भवति तत् कारणात् प्रथमं वयं प्रत्ययस्य स्वभावः कः इति निर्णयं कृत्वा कार्यं करणीयः कार्यम् किमस्ति चेत् अङ्गकार्यं सन्धिकार्यम् समीचीनम् अङ्गकार्यं पठति प्रथमं अङ्गकार्य यथा नेनि योगति पारुधातुक अर्धधातुकयोः इत्यनेन इगन्तस्य इकः गुणः नेने योगिति नेनेति इति अङ्गम् अनन्तरं कार्यं भवति किल नेने योगति अनन्तरं किमपि भवति नेने योगति इति स्वीकुर्मः इदानीं चक्रु योगति सर्वधातुक आर्धधातुकयोः इत्यनेन इगन्तस्य इकः गुणः भवति चर्कर्ति इति रूपं लेलिक् अत्रापि सार्वगन्तलघुपदस्य च इति सूत्रेण लघु उपदस्य इकः गुणः लेलिक्ति नेने योगता नेने युवक्तः अधुना अपि अस्ति नेने कित्वत् भवति इत्यनेन यः प्रत्ययः गित् खित् अथवा नित् अस्ति चेपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने गुण वा भवति वा भवति स्म सः न भवति नेनेताः इति अतः वयं चक्रुषु अत्रापि गुणनिषेधः भूत्वा केवलं चक्रुतः इति रूपं वयं जानीमः अत्र अङ्गकार्यं किम् अस्ति चेत् धातु अजन्तम् अस्ति वा उपधायां लघु इक् वर्णः अस्ति चेत् अनादिपि प्रत्ययपरे गुणः भवति उपधाधातु विषये पुगन्त लघुपदस्य इति सूत्रेण गुणः भवति परन्तु अन्यत् धातु प्रत्ययः तः तेषाम् अपि अस्ति ततः निद्वद्भावः गुणनिषेधः वृद्धिनिषेधः भवति तदेव भवति तत्र यदा वयं पश्यामः तत्र तु गणचिन्तनं नास्ति आं तत्र शर्करीतं च इति एकं गणसूत्रमस्ति, अग्रे आगच्छति तस्मिन् विषये. अनेन सर्वे यङ्लुगन्तदातवः अधादिवत् इति स्वीकृतवन्तः. कत्तरी शप् इत्यनेन शप् विधीयते, अनन्तरं शपः लुक् भवति, अधिप्रभृतिभ्यः शप् इत्यनेन तत्र लुक् भवति. अतः एव यत्र वयं पश्यामः तत्र किमपि विकरणं नास्ति, गणविकरणमेव नास्ति. तत्र यद्यपि वयं सार्वधातुकप्रत्ययः योजयामः तदापि तत्र गणचिन्तनं नास्ति. किमर्थम् इत्युक्ते चर्करीतम् इति एकं गणसूत्रमस्ति, अनेन अदादिवत् इति स्वीकृतवन्तः. तस्मिन् विषये आगच्छति सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च निति च इति सर्वाणि सूत्राणि तु परिचितानि एव. पदनिर्णयः इति पठतु भगिनि. पदनिर्णयः यङ्गन्तधातुः नित् भवति, तस्मात् अनुदात्तात् नित आत्मनेपदम् इत्यनेन आत्मनेपदसञ्ज्ञकप्रत्ययाः एव विधीयन्ते. किन्तु यङ् लुगन्तधातुः अनुदात्तात् नित् स्वरित नित् इत्येभ्यः भिन्नः इति कारणतः शेषात् कर्तरी परस्मैपदम् इति न परस्मैपदसञ्ज्ञकप्रत्ययाः एव विधीयन्ते. यं धातुः नित् अस्ति, यङ् अत्र अन्तिमवर्णित् अस्ति, अतः अनुदात्तनेता आत्मनेपदम् इति सूत्रेण आत्मनेपद सैनकप्रत्यय एव विधीयते. परन्तु यङ् लुगन्तधातु विषये अनुदात्तेन नित् इत्यभ्यः भिन्नः इति कारणात् शेषात् कर्तरी परस्मैपदम् इति न परस्मैपदसञ्ज्ञकप्रत्यय विधीयते. यङ् धातु यङ्गन्तधातुः अस्ति चेत् आत्मनेपदसञ्ज्ञकप्रत्ययः विधीयते विधीयन्ते. यङ् लुक् अत्र नित् इति भिन्न नित् न नित् इत्येभ्यः भिन्नः कारणात् शेषात् कर्तरि इति परस्मैपदं प्रत्ययाः विधीयन्ते. यङ् तु लुक् जातः, अतः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदीसंज्ञकः भवति इति प्रथमपरिच्छेदे अस्ति. अग्रे किमर्थं तद् परस्मैपदित्वमेव तत्र किमर्थं वयं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र आत्मनेपदित्वं न साधितवन्तः इति प्रश्नस्य उत्तरं किञ्चित् सिद्धान्तकौमुदीवाक्यानि स्वीकृत्य तस्य परिशीलनं कृतवन्तः. प्रश्नः पठतु भगिनि, अत्र प्रश्नः उदेति. अत्र प्रश्नः उदेति यत् यङ् लुक् प्रक्रियायां यङ् प्रत्ययः विधीयते तदा तस्य लोपो भवति. धातुसंज्ञा प्रसङ्गे अस्माभिः दृष्टं यत् धातुभ्यः यदा हि यङ् प्रत्ययः विधीयते तदा हि सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा भवति. अनन्तरं यङ् लुकि सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन धातुसंज्ञा तिष्ठति एव. एवमेव यङ् प्रत्ययस्य लुकि सत्यपि किमर्थं न प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन निद्वत्तं मत्वा अनुदात्तनित आत्मनेपदम् इत्यनेन यङ् लुगन्धधातु अपि आत्मनेपदं स्यात्. अत्र प्रश्नः अस्ति यङ् लुक् प्रक्रियायां किमर्थं वयं केवलं परस्मे प्रति प्रत्ययसंज्ञाप्रत्ययः विधीयते इति प्रश्नः. उत्तरमस्ति यङ् लुक्कि अस्ति अपि यङ् प्रत्यय प्रथमं विधीयते, तदनन्तरं तद् धनाद्यन्तदातवः इति धातुसंज्ञा भवति. तदनन्तरं यङ् लुक्कि अस्ति चेत् अस्ति प्रत्ययलोके प्रत्ययलक्ष्मितेन यङ् लुक् धातु अपि धातुसंज्ञा तिष्ठति एव. अतः अत्र प्रश्नः किमर्थं पृष्टवन्तः इत्युक्ते तत्र यङ् इति प्रत्ययः तस्य केवलं परस्मैपदीसंज्ञा भवति. यदा वयं सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा साधितवन्तः तत्र तु यङ्ग् लुक् जातः चेदपि तत्र धातुसंज्ञा तु तिष्ठति एव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र साधितवन्तः. इदानीं किमर्थं तदेव मार्गः उपयुज्य वयम् अनुदातनितात्मनेपदम् अपि साधितुं शक्नुमः वा इति प्रश्नः. किमर्थं तत्र केवलम् परस्मैपदत्वं, किमर्थम् आत्मनेपदत्वं नास्ति इति प्रश्नः. अवगतं वा प्रश्नः? अवगतं भगिनी, अवगतं. किमर्थम् अत्र यङ् अपि प्रत्यय अनुदात्तनेता आत्मनेपदं सूत्रेण यङ् लुकि अपि वयं किमर्थम् आत्मनेपदं न प्रयुज्य इति प्रश्नः अस्ति. धन्यवादः. उषा भगिनी अग्रे. आं भगिनि, अस्मिन् प्रसङ्गे यङ्गोचिच इत्यस्य व्याख्याने सिद्धान्तकौमुदी ग्रन्थकारः प्रतिपादयति यत् अत्र वयं धातुसंज्ञा कृते सनात्यन्ता धातवः इत्यनेन यङ् इत्यस्य यङ् लुगन्त अपि कृते अपि धातुसंज्ञा विधीयन्ते, परन्तु यङ् लुक् अनन्तरं वयं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन किमर्थं न आत्मनेपदम् अनुदात्तङ्गित यङ् लुक् यङ् इत्यस्य ङित् इत्यस्य कृते अनुदात्तङ्गित आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञकाः न विधीयते इति अनेन इत्यर्थे यङ्गोचिच इत्यस्य व्याख्याने यङ्गोचिच 2475 ओके ओ लुक् लुक् दट्स् वेर् द लुक् भवति यङ्ग् लुक् ओके इत्यस्य व्याख्याने सिद्धान्तकौमुदी ग्रन्थकारः प्रतिपादयति यत् शेषात् कर्तरी इति परस्मैपदम् ओके अनुदात्तङ्गित आत्मनेपदम् इति तु न ङित्वस्य प्रत्यय अप्रत्यय साधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः अनुदात्त ङितः आत्मनेपदम् ङित्वस्य प्रत्यय अथवा अप्रत्यय साधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः प्रत्ययलक्षण अत्र ओके यत्र हि प्रत्ययस्य साधारणं प्रत्ययस्य असाधारणम् अस्तु यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्र एव तत् सेण्टेन्सस् आर् ओके ङित्वस्य प्रत्यय अप्रत्यय साधारणत्वेन अप्रत्ययस्य साधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः ओके प्रत्ययलक्षणं किम् इति ङित्वस्य प्रत्ययसाधारणत्वे अथवा अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः ओ सो इट् डसन्ट् डिपेण्ड् आन् दाट् ओके यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्र एव तत् ओके यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्र एव तत् अतः एव सुदृष्टत् प्रासाद इत्यस्य सुदृशत् प्रासाद इत्यस्य अत्वसन्तस्य च धातोः इति दीर्घः न अत्वसन्तस्य च धातोः अतु अन्तस्य अहं विस्मरामि तत् अत्वसन्तः ओके ओके अत्र एव सुदृशत् प्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घः न ओके प्रत्यय असाधारणं रूपम् एपि स्पर्धशीङ्गादयः अनुदात्त ङित् नितस्ते अनुदात्तङितः तेभ्यः अपि न अनुदात्तङितः इति अनुबन्धनिर्देशात् एपि स्पर्ध शीङ्गादयः अनुदात्तङितः तेभ्यः अपि न स्पर्धशीङ्गादयः अनुदात्तङितः तेभ्यः अपि न अनुदात्तङितः इति अनुबन्धनिर्देशात् तत्र ष्टिपा शपा इति निषेधात् अत्र अतः एव श्यन्त्यादयः न गणेन निर्देशात् किन्तु शप् एव ओके चर्करितं च इत्यादौ पाठात् शपः लुक् दट्स् वाट् यु वर् सेयिङ्ग् भगिनि शेषात् कर्तरि इति अस्य विवरणम् अग्रे अस्ति अस्य विवरणम् अग्रे अस्ति विवरणं पठित्वा पुनः आगत्य अत्र पठामः समीचीनं तत्र प्रत्यय असाधारणधर्मः प्रत्ययस्य साधारणधर्मः असाधारणधर्मः यदा वयं तत्र न्यायशास्त्रे पठामः किल अव्याप्ति असम्भव दोषरहितः असाधारणधर्मः गन्धवती पृथिव्याः धर्मः गन्धवत्वम् इति तदेव असाधारणधर्मः एक्स्क्लूसिव् प्रापर्टि समीचीनम् अतः तत्र प्रत्ययस्य अप्रत्ययस्य साधारणधर्मः इत्युक्ते प्रत्यये अपि तद् धर्मः अस्ति अप्रत्यये अपि धर्मः अस्ति अप्रत्ययः इत्युक्ते यः प्रत्ययः नास्ति धातुः वा आदेशः वा आगमः वा किमपि अन्यत् तस्य तत्रापि तद्धर्मः अस्ति एतद् मनसि निधाय अग्रे पठतु स्पष्टं भवति बहु किमपि नास्ति द वर्ड्स् आर् किञ्चित् तावदेव परन्तु विषयः तु सरलः एव अस्तु भगिनि अस्य अर्थः कः इति क्रमेण परिशीलयाम णित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः ओके णित्वप्रत्ययस्य णित्व अप्रत्ययस्य च उभयोः स्वस्य पृथक्तया धर्मः वर्तते यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम् एतावत् वदतु अनन्तरं वयं पुनः वाक्यद्वयं पठामः ओके अस्तु भगिनि णित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः प्रत्ययलक्षणं यत्र प्रवर्तते इत्यस्य कृते णित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षणं न प्रवृत्तेः इति दत्तं णित्वप्रत्ययस्य अथवा णित्व अप्रत्ययस्य च उभयोः स्वस्य पृथक्तस्य धर्मः वर्तते यत्र णित् इति प्रत्ययः लैक् यङ्ग् इत्यस्य कृते अथवा णित्व अप्रत्ययस्य च उभयोः स्वस्य पृथक्तया धर्मः वर्तते लैक् भगिनि यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम् ओके ओके यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम् ओके सो दट्स् वै देर् वि आर् नाट् डूयिङ्ग् द प्रत्ययलोपे प्रत्ययलक्षणम् धातुः स्वीकरोतु शीङ् इति धातुः तत्र तु अप्रत्ययः धातुः एव ङित् अतः एव तत्र शेते इति आत्मनेपदीरूपम् आगच्छति तत्र प्रत्ययं निमित्तीकृत्य आत्मनेपदित्वं तु नास्ति तत्र अनुदातङित आत्मनेपदम् इति सूत्रं प्रत्यय अप्रत्यय द्वयमपि निमित्तीकृत्य आत्मनेपदित्वं भवति समीचीनं सामान्यतया तत्तु भवति एव इतोपि स्पष्टीकरणार्थं उच्यते यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्र एव तत् ओके प्रत्ययस्य असाधारणं रूपं यत्र आश्रियते तत्र एव तत् प्रत्ययलक्षण अप्रवृत्ति प्रत्ययलक्षणं स्वीक्रियते इति केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्र एव प्रत्ययलक्षणं भवतु यथा राजा इति सिद्ध्यर्थ कृते राजन्योगः सु इति कृते हल्ङ्याभ्यो दीर्घाच्युतिस्य कृतं हल् इत्यनेन सकारलोपः भवति अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययात्मक प्रत्यय धर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा सुप्तिङ्गन्तं पदम् इत्यनेन तस्य पदसंज्ञाग्रहणेन न लोपः प्रातिपदिकान्तस्य इत्यनेन पदान्तनकारस्य लोपः जायते किन्तु अनुदात्तङ्गित आत्मनेपदम् एतावत् वदतु अनन्तरं अन्यविषयः किन्तु एतावत् यत्र प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्र एव प्रत्ययलोपे प्रत्ययलक्षणम् अत्र उदाहरणार्थं दत्तं राजा इति पदस्य निर्माणं राजा इति पदस्य पदं राजन्योगः सुप्रत्ययस्य प्रथमाविभक्ति एकवचनं राजन्योगः सु इति कृते हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन सकारलोपः भवति सकारलोपः भवति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययात्मकप्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा सुप्रत्ययात्मकप्रत्यय सकारः सु इति प्रत्ययः प्रत्ययात्मकप्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा सुप्तिङ्गन्तं पदम् इत्यनेन तस्य पदसंज्ञाग्रहणेन प्रतसंज्ञा इति वयं चिन्तयामः चेत् राजन् सुप्रत्ययस्य लोपानन्तरं देन् नलोपप्रातिपदिकान्तस्य इत्यनेन पदान्तनकारस्य लोपः जायते राजन् इत्यस्य कृते नकारलोपः क्रियते नलोपप्रातिपदिकान्तस्य इति सूत्रेण यतोहि राजन् इति पदं सुबन्तं लैक् पदम् इति स्वीक्रियते चेत् किन्तु अग्रे पठामि वा भगिनि किन्तु अनुदात्तङ्गित आत्मनेपदम् इत्यनेन यत् आत्मनेपदत्वं विधीयते तस्य ङित्वं केवलं प्रत्ययनिमित्तकङित्वं न अपि तु यत्किमपि ङित्वम् प्रकृतेः ङित्वम् आदेशस्य ङित्वम् इत्यादि कमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते अनुदात्तङ्गित आत्मनेपदम् इति सूत्रेण आत्मनेपदत्वं यत् विधीयते यत्र विधीयते तस्य प्रत्ययस्य कृते एव निमित्तम् इति न स्यात् प्रकृतेः ङित्वम् इति अपि भवति आदेशस्य ङित्वम् इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते भगिनी अपि उक्तवती धातु अपि प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्वप्रयुक्त आत्मनेपदत्वं नास्ति अस्तु तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं ङित्वम् आत्मनेपदत्वस्य कारणम् तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं ङित्वम् आत्मनेपदत्वस्य कारणम् अस्तु भगिनि अतः अत्र प्रत्ययलक्षणेन यङ् ङित् मत्वा आत्मनेपदत्वं गृहीतुं न शक्यते ओके ओके प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति अस्तु भगिनि ऐ डोण्ट् नो हौ टु से इट् अस्तु भगिनि अहम् अवगच्छामि अनुदात्त यत्र अनुदात्तङ्गीत आत्मनेपथम् इति सूत्रेण अनुदात्तङ्गीत आत्मनेपथम् इति सूत्रेण प्रत्ययस्य कृते एव न आत्मनेपदं स्वीक्रियते, धातोः अथवा आदेशस्य कृते अपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते. यत्र तत् अतिव्याप्तिः अस्ति, अतिव्याप्तिः अस्ति, तत्र प्रत्ययलक्षणे प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न भवति. इत्यनेन शेषात्कर्तरी पदम् इत्यनेन परस्मैपदं रूपम् एव सिद्ध्यति यङ् लुगन्तधातोः कृते, यतोहि यङ् लुगन्त अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अनुदात्त इङ्गित आत्मनेपदपदस्य कार्यं न सिद्ध्यति. सत्यं, समीचीनम्. अतः तत्र यदा वयं तुलनां कुर्मः अनुदातङ्गित आत्मनेपदम् अनन्तरं तत्र सुप्तिगन्तं पदम् तत्र पूर्वस्मिन् राजन् शब्दे यदा वयं तुलनां कुर्मः तत्र सुप्तिगन्तं पदम् इति सुप् इति प्रत्ययम् आश्रित्य एव तत्र पदसंज्ञा समीचीनं. सु लोपः जातः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन वयं सु इति अस्ति इति कृत्वा तत्र सुभन्तं पदम् इति कृत्वा तत्र लोप न लोपप्रातिपदिकान्तस्य इत्यस्य प्रवृत्तिः भवति. पदसंज्ञा अस्ति चेत् एव न लोपप्रातिपदिकान्तस्य इत्यस्य कार्यं राजा इति रूपं साधयितुं शक्नुमः. परन्तु अनुदात्तगीत आत्मनेपदं केवलं प्रत्ययम् आश्रित्य कार्यं न करोति. प्रत्ययम् अप्रत्ययं वयमपि साधारणधर्मः एव तन् आश्रित्य एव तस्य कार्यं भवति इति कृत्वा तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति न स्वीकार्यम्. आं भगिनि, राजन् शब्देन राजन् शब्देन वयं दृष्टवन्तः देर्. अस्तु भगिनि, देर् इट् इस् दि असाधारणधर्म इत्यनेन पदसंज्ञा विधीयते. अत्र तु नास्ति, तादृशं नास्ति. अतः यङ् प्रत्ययः लोपः जातः चेदपि तत्र वयं न प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्तम् आनीय तत्र अनुदातङ्गित आत्मनेपदम् इति न वक्तुं शक्नुमः. तत्र परस्मैपदमेव भवति. अन्यत्तु नास्ति, स्वरितङित तत्तु नास्ति एव, तत्र ङित्येव नास्ति. अतः उभयपदी इति अपि वक्तुं न शक्नुमः. केवलं किम् अवशिष्टं परस्मैपदमेव. अरुणा भगिनी अवगतं वा? अहं वदामि किम् अवगतम् इति. वदतु भगिनि. अत्र अनुदात्तनित आत्मनेपदम् अस्ति. अत्र केवलम् आत्मनेपदसंज्ञा प्रत्ययनिमित्तकं नास्ति, केवलम् अनुदात्तनित आत्मनेपदं तदत् अतः लोपोः प्रतिपादिकान्तस्य प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकर्तुम् अस्ति भवता भगिनि. स्वीकृत्य स्वीकृत्य आत्मने पदम् संज्ञा भवति भगिनि, भवति वा न भवति वा? भवति. यङ् इति यङ् लुकि अत्र न भवति. समीचीनं, यङ् लुकि लुक् जातः. समीचीनं, यङ् इत्यस्य लुक् जातः. इदानीं तत्र प्रश्नः कः? यङ् इत्यत्र ङित् अस्ति, यङ् इति प्रत्ययः ङित् अस्ति. समीचीनम्. इदानीं तत्र यङ् लुक् जातः चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकृत्य तस्य आत्मनेपदित्वं साधयितुं शक्नुमः किल इति प्रश्नः. न, तदेव उत्तरं. न, किमर्थं न इत्युक्ते प्रत्ययः अप्रत्ययः इति साधारणत्वेन ङित्वं प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षणस्य अप्रवृत्तिः। प्रत्यय अपि ङित्वमस्ति स्वीकृत्य आत्मनेपदित्वं साधयितुं शक्नुमः, अप्रत्यय अपि ङित्वमस्ति तत् तत्रापि साधयितुं शक्नुमः। तादृशस्थलेषु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य अप्रवृत्तिः, तादृशस्थलेषु वयं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन वयं साधयितुं न शक्नुमः किम् आत्मनेपदित्वम्। ओके तदेव अस्ति, धन्यवादः। अस्तु आगतवती वा? तत्र किं करणीयम् इत्युक्ते अग्रिमपरिच्छेदस्य पठनात् प्राक् इति तत्र आवरणे अस्ति किल, अतः परिच्छेदद्वयम् अग्रे गन्तव्यं, तत्र समासस्य शिक्षा इति किमपि अस्ति, समासस्य शिक्षा तस्मात् पठ। समासप्रसङ्गे शिक्षा द्रष्टव्य, अग्रिमः प्रश्नः आयाति चेत् आयाति यत् केवलं प्रत्ययधर्मस्य आश्रयः इति न, अपि तु अग्रे अग्रिमपरिच्छेदः पठित्वा पुनः आगन्तव्यं। समासस्य शिक्षा इति अस्ति परिच्छेदस्य अन्ते, राजपुरुषः तद् पठति। अत्र राजपुरुषः, राजपुरुषः इत्युक्ते राज्ञः पुरुषः, राजन् योगः नस् योगः पुरुष योगः सु समाससंज्ञा कृत्तद्धितसमासः च इत्यनेन प्रातिपदिकसंज्ञा भवति। अधुना राजन् योगः नस् योगः पुरुष योगः सु इत्यस्य समुदायस्य प्रातिपदिकसंज्ञा ञस् सु इति द्वौ द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ सुपौ धातु प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप् प्रत्ययस्य लुक् राजन् योगः पुरुषः। अत्र राजन् इति नस् इति अत्र सुपो धातु प्रातिपदिकयोः इत्यनेन सुप् लुक् भवति, अतः तत्र राजन् योगः पुरुष एव तिष्ठति अत्र, खलु महोदय? समीचीनं। तत्र कृत्तद्धितसमासस्य इत्यनेन प्रातिपदिकसंज्ञा, अनन्तरं यदा भवती उक्तवती सुप्रत्ययस्य लुक् लुक् भवति, द्वौ प्रत्ययौ अपि तत्र लुक्, अतः सुपो प्रातिपदिकयोः इत्यनेन सुपो धातु प्रातिपदिकयोः इत्यनेन तस्य प्रातिपदिकसंज्ञा, समीचीनं, राजन् योगः पुरुष इति भवति। आम् अग्रे प्रत्ययस्य प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति। एतावत् वदतु, प्रत्ययस्य असाधारणधर्मं केवलं प्रत्यये भवति, अनन्तरम् एतत् अनन्तरं साधारणधर्मः तु प्रत्यये अपि भवति। एतत् अत्र प्रथमं सूत्रम् आयाति खलु महोदय, एतत् प्रथमम् एव एतत् सूत्रम् आयाति, प्रत्यये अप्रत्यये धातुः अधातुः, एतत् न सूत्रस्य विषये नास्ति, तत्र किमपि तत्र कौमुद्यां उक्तमस्ति, आम् तस्य विषये उक्तमस्ति। अतः यदा वयं तत्र तत्र न्यायशास्त्रे पश्यामः तादृशमेव अत्रापि, तदेव किल शास्त्रमेव, प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये एव भवति, घटस्य असाधारणधर्मः घटत्वं केवलं घटे एव भवति इति पश्यामः किल, गोत्वं गोः लक्षणं केवलं गोः एव भवति इति, तत्र यदा साधारणधर्मः शृङ्गत्वम् इति स्वीकुर्मः चेत् तत् गोः अपि भवति, अन्येषु यत्र कुत्रापि अजः इति स्वीकुर्मः चेत् तस्यापि भवति तत्र तत्तु साधारणधर्मः श्वेतत्वम् इत्युक्ते गोः अपि भवति अन्येषु मृगेषु अपि तत् धर्मः भवति तादृशमेव चिन्तनम् अत्रापि प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये प्रत्ययत्वम् इति साधारणधर्मः प्रत्यये एव भवति अन्येषु यदा तत्र साधारणधर्मः चेत् तत् प्रत्यये अपि भवति अप्रत्यये अपि भवति इति अग्रे तादृशस्थलेषु किं भवति प्रत्ययलक्षणं न स्वीकुर्मः तावदेव दृशद् इति दकारान्त स्त्रीलिङ्गशब्दः शिलाखण्डः इति अर्थः दृश्यद् इति शिलाखण्डः इति अर्थः अग्रे इमं शब्दम् उपयुज्य समासः क्रियते उदाहरणत्वेन सुदृशद् सु इति अव्ययम् अतः अग्रे सु इत्यस्मात् सुप् प्रत्ययः न प्रदर्शितः अलौकिकविग्रहे तस्य सुप् भवति पृथक् सूत्रेण च तस्य लोपः सुयोगः दृश्यदः सुयोगः दृश्यद् जस् अत्र सु जस् बहुवचने जस् आगच्छति सुयोगः दृश्यद् योगः जस् कृत्तद्विधसमासा च इत्यनेन सुयोगः दृश्यद् योगः जस् इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञां सुपोधातु प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप् प्रत्यय सुप् प्रत्ययस्य लुक् सुयोगः दृश्यद् लुकि सति सुदृशद् दकारान्तः प्रत्ययलक्षणे असन्तः दीर्घः न भवति इति अतः तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण सुदृशदस् इति असन्तरूपं सुदृशदस् योगः सु अत्वसन्तस्य च धातोः इत्यनेन अतु प्रत्ययान्तशब्दस्य तदा अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैक एकवचने प्रथम एकवचनस्य सुप्रत्यये परे दीर्घः अत्र दीर्घः न भवति यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिद्ध्येत तत् प्रत्ययलक्षणं न भवति यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति अप्रत्ययप्रातिपदिके छन्दमस् इत्यस्मिन् वेदस् इत्यस्मिन् च अपि भवति अत्र आं महोदय इदानीम् अत्र सुयोगः दृश्यद् इति अत्र सकारस्य जस् इत्यस्य अस् इति भवति इदानीं जस् इत्यस्य चुटु इत्यनेन जकारस्य लोपः भूत्वा अस्येव तिष्ठति इदानीं सुयोगः दृशद् लुकि सति दृशद् दकारान्तः प्रत्ययलक्षणे असन्तः असन्तः इत्युक्ते अत्र दीर्घः न भवति इति प्रत्ययलोपे प्रत्ययलक्षणं सुदृशदस् अत्र अस् योजनेन सुदृशदस् सुदृशदस् इति असन्त्वरूपम् न भवति एतदेव वयं दृष्टवन्तः असन्तः इति सूत्रेण किम् अस्ति चेत् अत्र अत्वसन्तस्य च धातोः इति दीर्घः भवति परन्तु अत्र न भवति यतोहि प्रत्ययलक्षणं कृतं पूर्वमेव असन्तत्वं सिद्ध्येत् अत्र प्रत्ययलक्षणं न भवति किमर्थं चेत् अत्र असन्तत्वं वर्तते असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति अत्र आप्रत्यये अपि प्रातिपदिक प्रातिपदिकमपि भवति, अतः तत्र असन्तस्व अत्वसन्तस्य च धातोः इत्यनेन प्रथमं दीर्घः अत्र भवितुम् अर्हति एव एतत् सूत्रेण, परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अत्र न भवति, तादृशमेव अन्यपदं स्वीकुर्मः चेत् अत्र चन्द्रमस् वेदस् इति अस्ति, एतत् प्रातिपदिकमस्ति चन्द्रमस् वेदस् चन्द्रमाः इति प्रथमविभक्ति एकवचनं किं महोदय? तत्र दीर्घः भवति वा चन्द्रमस् वेदस् इत्यत्र अत्वतन्त्रस्य च प्रातिपदिकमस्ति? प्रातिपदिके अत्र किमपि नास्ति, परन्तु विभक्तिरूपेण स्वीकुर्मः चेत् अत्र दीर्घः भवति एव, चन्द्रमाः वेदाः इति भवति खलु महोदय? सत्यं प्रातिपदिकं एतत् सूत्रेण अत्र चन्द्रमाः इति प्रथमविभक्ति एकवचनं भवति, चन्द्रमः इति बहुवचनं भवति. समीचीनं, तत्रापि अत्र भवती एव वदतु, भवती एव वदतु महोदय किञ्चित्. तत्रापि अस्ति इति प्रत्ययः अस्ति इति प्रातिपदिके एव अस्ति, तदेव तत्र किमर्थं प्रत्यये अप्रत्यये अपि इति तं साधारणधर्मः अस्वसन्तस्य च धातोः इत्यस्य कृते इत्युक्ते, तत्र यदा वयम् अस् इति प्रत्ययः योजयामः वा अथवा प्रकृतिरूपेण चन्द्रमस् वेदस् इत्यत्रापि असन्तत्वम् अस्ति एव, अतः तत्रापि भवति दीर्घः. किमर्थम् अत्र न भवति? प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन वयं साधितुम् इच्छामः, यदा तत्र दीर्घत्वम् आनेतुम् इच्छामः चेत् किमर्थं तत्र न भवति इत्युक्ते, तत्र सुदृशध इति यदा वयं साधयितुम् इच्छामः तत्र प्रत्यये अपि असन्तत्वमस्ति, अप्रत्यये अपि असन्तत्वमस्ति, साधारणधर्मः, अतः तत्र सुदृश्यद इति आनेतुं न शक्यते. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुदृशद इति वयं साधयितुं न शक्नुमः, तत्र ते केवलं सुदृशद् एव. समीचीनम्, अवगतं वा? अत्र भगिनि अहं वदामि, तत्र सु इति उपसर्गः, सु इति उपसर्गः, दृषद् इति स्त्रीलिङ्गपदं, दृषद् इत्युक्ते तत्र शिलाखण्डः, सुष्ठु अथवा शोभना शिलाखण्डेन यः निर्मितः भवनं तस्य विषये सुदृषदः इति तत्र सुबन्तं पद, क्षम्यतां समस्तपदम् सुदृषदः, सु इति उपसर्गः प्रादयः यदा, तत्र दृषद् इति अस्माकं स्त्रीलिङ्गप्रातिपदिकम्. इदानीम् अहं तत्र जस् इति योजयामि, बहुवचनरूपम् इच्छामि अतः जस् इति योजयामि, तत्र जस् इति अनुबन्धलोपानन्तरम् उस् इति अवशिष्यते, तत्र सुदृषद् योगः अस् समासे वयं जानीमः तत्र तत्र यद् सुप्रत्ययः भवति तस्य लोपः भवति. सुपो धातुप्रातिपदिकयोः इत्यनेन धातोः प्रातिपदिकस्य अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक्, इदानीं जस् जस् इति प्रत्ययस्य लुक् जातः, सुदृषद् इति अस्ति. लुके लुकि सति अपि इदानीम् अहं प्रत्ययलोपप्रत्ययलक्षणम् इत्यनेन अस् आनीय सुदृशद इति कर्तुं शक्यते वा इति प्रश्नः. समीचीनं, प्रश्नः अवगतः वा? सुदृशद इति रूपं, यदा सुदृशद इति अस्ति इदानीम् एतत्तु असन्तरूपमस्ति, सुदृशद अस् इति अन्ते अस्ति, असन्तरूपम् अस्ति, यदा असन्तरूपम् अस्ति चेत् तत्र अत्वसन्तस्य च धातोः इत्यस्य प्रसक्तिः दीर्घः भवति, क्रमेण तस्य कार्यं भवति एव. परन्तु इदानीं किं तत्र उक्तम् इत्युक्ते, कः निर्णयः इत्युक्ते, असन्तत्वं यथा वयं प्रत्ययः योजयामः चेदपि भवति, अप्रत्यये अपि भवति, साधारणधर्मः असन्तत्वम् इति साधारणधर्मः, अप्रत्यये इत्युक्ते चन्द्रमस् वेद तत्रापि असन्तः अस्ति, तत्रापि अस्त अत्वसन्तस्य च धातोः इत्यनेन दीर्घत्वं भवति, अतः वयं पूर्वं किं दृष्टवन्तः प्रत्ययलोपे प्रत्ययलक्षणम् इति यदा केवलं प्रत्ययम् आश्रित्य यत् कार्यं भवति साधारणधर्मः अस्ति चेदेव तद् वयम् आनेतुं शक्नुमः इति दृष्टवन्तः इदानीं किं सुदृशद इत्यत्रापि अस् इति अस्ति प्रत्यययोजनेनापि अस् इति अस्ति तत्र चन्द्रमस् वेदस् इत्यत्र अपि अप्रत्यये अपि अस् अस्ति अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन वयं तत्र तद्धर्मः आनेतुं न शक्नुमः इत्येव प्रत्ययलक्षणस्य अप्रवृत्तिः अत्र प्रत्ययलक्षणं तत्र वयं स्वीकर्तुं न शक्नुमः अतः अत्वसन्तस्य च धातोः इत्यस्य कार्यमपि न भवति तत्र सुदृशद इति रूपमपि न भवति सुदृशदः इत्येव तावत् सुदृशत् इत्येव समीचीनं वा प्रत्ययलोपेन कार्यं न क्षम्यतां प्रत्ययलक्षणम् इति स्वीकर्तुं न शक्यते इत्येव तस्य उत्तरम् अवगतं वा अरुणा भगिनी उषा भगिनी महोदय प्राप्तवान् अवगतम् अवगतं तत्र तत्र प्रत्ययस्य एव विशिष्टकार्यमस्ति चेदेव तदा एव भवति अन्यत्र न भवति इति अस्ति अत्र प्रत्ययस्यापि कार्यं भवति तत् तादृशस्थले प्रत्ययलोपे प्रत्ययलक्षणं न स्वीकर्तव्यम् इति अस्ति तावदेव खलु तावदेव तत्र तावदेव तदेव विषयः झसिति लुक् झसित्यस्य लोपः अभवत् प्रत्ययलोपे प्रत्ययलक्षणं न भवति किमर्थमिति एतत् साधारणधर्मः किमर्थं तत्र उत्तरमस्ति तत्र चन्द्रमस् इत्यस्मिन् अपि प्रातिपदिके अपि असन्तस्थम् अस्ति अत्रापि असन्तस्थम् अस्ति तत्रापि तर्हि तत् न भवति इति अस्ति अतः प्रत्ययलक्षणं न तिष्ठति न तिष्ठति तावदेव अतः एतद् वयम् अस्माकम् अनुदातङ्गित आत्मनेपदम् इत्यस्य वयं तत्र कथं तत्रापि एतादृशं प्रत्यये अपि अस्ति अप्रत्यये अपि अस्ति इति साधारणधर्मः अतः तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति न स्वीकार्यम् अतः यङ् इति अनु आत्मनेपदित्वं न स्वीकरोति तदेव निर्णयः कुत्रापि भवति वा आत्मनेपदि भवति वा कुत्रापि आत्मनेपदित्वम् आदेशेन तत्र धातुः यदि अन्तर्गति इति वयं दृष्टवन्तः खलु तत्रापि यदि भिन्नभिन्नकार्याणि सन्ति एकस्य आदेशस्य कृते मन्थराप्रवृत्तिः इति कुत्रापि वयं दृष्टवन्तः खलु नित्वस्य कुत्रापि दृष्टवन्तः मन्थरगतिः भवति तर्हि तत्र अन्यकार्यं न भवति एकस्य एव कार्यं भवति इति नित्प्रत्ययस्य नित् आदेशस्य कुत्रापि वयं दृष्टवन्तः पूर्वं यदि एकेन आदेशेन बहवः कार्याणि भवन्ति बहूनि कार्याणि भवन्ति तर्हि तस्य प्रमुखस्य एव भवति अन्येषां तत्र मन्थरप्रवृत्ति तेषां कार्यं न भवति एतत् यद् मुख्यकार्यमस्ति तदेव कर्तव्यं तथैव अत्रापि तादृशचिन्तनम् तत्र केचन यदा वयम् उपसर्गाः योजयामः केचन धातवः तेषां धर्मः परिवर्तते जी धातोः पराजयते इति भवति जी इति भवति किल तादृशु अपि आत्मनेपदित्वं वयं तदपि अस्ति तत्र आत्मनेपदि भवति उपसर्गयोजनेन भवति योजनेन तत्रापि अस्ति तद् तु तत्रापि एक तत्र आत्मनेपदित्वम् इति आत्मनेपदिनः विषये एव एकः प्रकरणमस्ति सिद्धान्तकौमुद्यां केषाम् आत्मनेपदित्वं भवति तत्र आदेशः के इति तत्र रेकार्डिङ्ग् अहं शेर् करोमि तत्र प्रायः तस्य नाम शिवराम् भट् महोदय इति चिन्तयामि सः सप्तदिनानि वर्गं चालितवान् सिद्धान्तकौमुदीम् संस्कृतभारत्याः एव तत्र आम् बहु सम्यक् आसीत् तस्मिन् विषये सः आदेशः तस्मिन् विषये उक्तवान् इदानीं मम पार्श्वे नास्ति नोट्स् तत्र अहं कुत्रापि लिखितवती तत्र आत्मनेपदित्व अस्य आदेशाः कुत्र कुत्र भवति, प्रायः तत्र पश्यामः चेत् वयं ज्ञातुं शक्नुमः आदेशः आगमः कथं परिवर्तनं भवति धातोः इति. यूट्यूब् मध्ये अस्ति इति चिन्तयामि, तत्र अहं तत् संस्कृतभारती आन्ध्रप्रदेश इत्यस्मिन् अस्ति, आन्ध्रप्रदेश इति चिन्तयामि. संस्कृतभारती आन्ध्र संस्कृतभारती इति किमपि अस्ति तत्र, अहं शेर् करोमि. सप्तदिनाङ्कः एव आसीत्, सप्तदिनाङ्के सः पाठितवान् सिद्धान्तकौमुदीम् आश्रित्य, तत्र आसीत् प्रायः तदेव पुनः श्रोतव्यं, तत्र प्रायः उत्तरं प्राप्स्यते. अस्तु, इदानीं किं कुर्मः, पूर्वमेकं परिच्छेदं वयं त्यक्तवन्तः किल, अग्रिमप्रश्नः आयाति तदेव किल, तदेव तद् एकवारं पठामः. महोदय भवान् पठितुं शक्यते चेत् पठतु, समासस्य शिक्षा तस्मात् पूर्वं. मध्ये अहं न श्रुतवान् किञ्चित्, अहं पठामि शक्यम्. अग्रिमप्रश्नः आयाति यत् केवलं प्रत्ययधर्मस्य आश्रयः इति न, अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात्. अस्तु, केवलं प्रत्ययधर्मस्य आश्रय इति न, अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात् इति. अत्र कौमुदीकारः लिखति यत् अत एव सुदृशप्रसाद इत्यस्य आत्मसन्तस्य इति दीर्घः न इति. सुदृशप्रसाद इति अस्ति अत्र. अस्तु, केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः. अस्तु, तदेव वयं दृष्टवन्तः. तदर्थमेव सुदृशप्रसादः प्रासादः इत्यस्मिन्, सुदृशत् इत्युक्ते किम्, तत् अर्थः किम् उक्तो, सुष्ठु शिलाखण्डः, सुष्ठु शिलाखण्डेन निर्मितः प्रसादः, निर्मितः सुदृशप्रसादः प्रासादः भवन् प्रासादः, क्षम्यतां प्रासादः, एकनिमिष कुत्र अस्ति. अस्तु, तदर्थमेव सुदृशप्रासादः इत्यस्मिन् आत्मसन्तस्य चादोतोः इत्यनेन दीर्घः न भवति. अनेन सूत्रेण अतु प्रत्ययान्तशब्दस्य तथा अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपादायाः प्रथम एकवचनस्य सुप्रत्ययपरे दीर्घः भवति. परन्तु सूत्रे अधातोः इत्यनेन यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति. अस्तु, अधातोः इति उक्तमस्ति अत्र, आत्मसन्तस्य च अधातोः एव भवति यदि अत् अपि च अस् अन्तस्य अधातु अस्ति चेदेव भवति, न तु अन्यत्र इति अस्ति. अस्तु, अत्र सुशोभना दृषदः यस्य प्रासादस्य सुयोग अस्तु, सुशोभना दृषदः यस्य प्रासादस्य सुयोग जस् योग दृषद् योग जस् अर्थात् सुन्दराः शिलाखण्डाः यस्य प्रासादस्य इति विग्रहवाक्येन यः समासः भवति, समास अवयवः मत्वा सुपोधातुप्रातिपदिकयोः इत्यनेन जस् प्रत्ययस्य लोपः. सुपोधातुप्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानसुप्रत्ययस्य लुक् भवति. यदि कश्चन सुप्रत्यय कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति तर्हि यदि कश्चन सुप्रत्ययस्य कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति तर्हि तस्य सुप्रत्ययस्य लुक् भवति. आम्, सुपधातुप्रतिपदिक इत्यनेन. अस्तु, अत्र किन्तु लुप्तस्य जस् प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशः न भवति. किमर्थम् इति चेत् आत्मसन्तस्य च अधातोः इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम् अवलम्ब्य दीर्घः भवति इति नास्ति, अपि तु वेदशब्दात् वेदाः इति वेदस् योगसुप् अत्र असन्तः प्रातिपदिकमस्ति, अतः अधातुः अपि अस्ति, अतः तस्य दीर्घादेशः भवति. आत्मसन्तस्य चादातोः इत्यनेन विधा इत्यस्मिन् वेदाः टङ्कणदोषः वेदाः हा वेदः इत्यस्मिन् प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशः भवति अतः इदं कार्यं प्रत्यय अप्रत्ययम् साधारणधर्म साधारणकार्यं केवलं प्रत्यय असाधारणकार्यं नास्ति एवमेव यङ्ग्लुकि प्रत्यय अप्रत्यय प्रत्ययसाधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति इति इदं स्पष्टमस्ति वयं पूर्वं दृष्टवन्तः तत्र सुदृश अत्र किमर्थं न भवति सुदृशजस् प्रत्ययेन असन्तत्वम् अस्ति परन्तु असन्तत्वम् अन्यत्रापि दीर्घादेशः भवितुमर्हति यथा अत्र अन्यत्र वयं दृष्टवन्तः तत्र वेद अत्र दत्तमस्ति वेदस्यस्मिन्नपि असन्तत्वमस्ति पत्रे प्रत्यये नास्ति तत्रापि तत्रापि दीर्घः भवति अतः तत् यद्दीर्घत्वम् अतः तत्र दीर्घत्वं असाधारणधर्म धर्मः असाधारण असाधारणधर्मः अस्ति अन्यत्रापि भवति अतः तर्हि यत्र प्रत्ययलोपे प्रत्ययलक्षणं स्वीकर्तुं न शक्नुमः अत्र सुदृशद् जस् सुदृशद् योग जस् इत्य सुदृशदस् इति अस्ति परन्तु तत् साधारणधर्म अस्ति इति वयं ज्ञातुं शक्नुमः इति अस्ति इदानीं स्पष्टं पुनः तदेव अस्ति खलु तद् तदेव तदेव तस्य तत्र विवरणं पुनः भिन्नरीत्या अतः तत्र सुदृशद इति यद्यपि भवति तदापि वयं तत्रत्वसन्तस्य च धातोः इत्यस्य प्रवृत्तिः तत्र न कर्तुं शक्नुमः किमर्थम् इत्युक्ते तत्तु असाधारणधर्मः नास्ति साधारणधर्मः एव प्रत्यये अपि अस्ति प्रत्यये अपि अस्ति अतः तत्र तस्य कार्यं प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकृत्य वयं कर्तुं न शक्नुमः तावदेव तत्र यदा वेदस् अथवा चन्द्रमस् इत्यत्र तत्र तु अत्वसन्तस्य च धातोः इत्यस्य कार्यं तु भवति एव किमर्थम् इत्युक्ते तत्र तु किमपि लोपः न जातः अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्र नास्ति अतः साक्षात् तत्र कार्यं कर्तुं शक्नुमः परन्तु तत्र सुदृशद इत्यत्र जस् इत्यस्य लोपः जातः इदानीं लोपः जातः इति कृत्वा अहं प्रत्ययलोपे प्रत्ययलक्षणं करोमि वा इति चेत् न तत्र साधारणधर्मः प्रत्यये अप्रत्यये अपि अस्ति अतः लक्षण अप्रवृत्तिः समीचीनम् अवगतं वा परन्तु मम प्रश्नमस्ति वेदसिति तदपि प्रत्ययान्त अस्ति खलु अस्ति वा वेदसि न वेदसिति प्रकृतिरूपमेव प्रकृतिरूपं चन्द्रमस् वेदसिति प्रकृतिरूपं सकारान्तशब्दः इति वदामः किल सर्वे सर्वे धातुजाः इति प्रत्ययं गुणादि स्वीकृत्य साक्षिषं कुर्मः चेत् आम् सत्यं तादृशं कुर्मः चेत् आम् आम् सत्यं सर्वे तत्र आगच्छति इति स्वीकुर्मः चेत् न भवति परन्तु अत्र तस्य उदाहरणानि प्रातिपदिकानि खलु तत्र एत किमस्ति अत्र अव्युत्पन्नशब्दः उणादिप्रत्ययः आम् सत्यं प्रत्ययेन निर्मितं भवति इति अस्ति तर्हि तत्र प्रत्ययान्तः अस्ति इति अस्तु प्रायः तत्र अग्रे अस्ति तस्य उदाहरणानि किञ्चित् तत् पठित्वा समापयामः आम् अरुणा भगिनी एव प्रायः अत्वसन्तस्य चाधातोः इत्यस्य उदाहरणानि इति पठतु भगिनि तस्मात् पूर्वं न तस्मात् सम्यक् तदेव अत्वसन्तस्य चाधातोः इत्यस्य उदाहरणानि अत्वसन्तस्य च धातोः इत्यस्य उदाहरणानि अतु प्रत्ययः यथा मतु वतु तवतु मत् येषाम् अन्ते ते मत् प्रत्ययः ओके धीमत् युवसु धीमान् वत् येषाम् अन्ते ते भवत् यवहसु भवान् गतवत् सु गतवान् अशान्तः अशान्तः यथा चन्द्रमस्वेत् अशन्ताः यथा चन्द्रमस्वेद ते चन्द्रमस् यवहसु चन्द्रमाः अत्र सूत्रं वदति उदाहरणं दत्तम् अत्र अश्वसन्तश्च च अधातोः अत्र प्रत्ययः मतुप्रत्ययः वतुप्रत्ययः तवत् प्रत्ययः अस्ति अत्र केवलं सुलोप भूत्वा धीमान् धीमत् यवसु धीमान् भवति तदेव वत् येषाम् अन्ते ते भवत् भवति भवद्यवसु तत्र भवति वा इति वदतु भगिनि प्रत्ययलोपे प्रत्ययलक्षणम् प्रत्ययलोपे न भवति भगिनि किमर्थम् धातुप्रतिकयोः चयनं धातुप्रतिकसंज्ञा भवति भगिनि सुप्रत्ययलोपः भवति सुप्रत्ययलोपः भवति सत्यमेव अतः दीर्घं न भवति परन्तु धीमान् इति रूपं दीर्घमस्ति किल चन्द्रमाः इत्यपि दीर्घम् सा भगिनी किं वदति कन्फ्यूषन् अस्ति भगिनि उषा भगिनी किं वदति धीमान् इत्यस्य रूपस्य कृते दीर्घत्वं भवति प्रत्ययलोप अनन्तरं दीर्घत्वं भवति इत्यनेन प्रत्ययस्य साधारणधर्मः एव स्वीक्रियते इति अहं चिन्तयामि अगेन् ऐ आल्सो गाट् कन्फ्यूस्ड् इन् धीमान् भवान् गतवान् चन्द्रमाः इत्यस्य कृते दीर्घत्वं दृश्यते सु इति प्रत्ययलोपस्य अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सु इति सु इति तिष्ठः इति चेत् देन् सु इति देन् अत्वसन्तस्य छा धातोः इत्यनेन दीर्घत्वं न भवति परन्तु दीर्घत्वं दृश्यते इत्यनेन असाधारणधर्मः वा ऐ डोण्ट् नो कथं तत्र सुदृशदत् इति स्वीकरोतु सुदृशदत् धीमत् धीमत् योगः सु तयोः भेदः कः इति पश्यति सुदृशद् इति इत्यस्य कृते सुदृशद् योगः सु इत्यस्य कृते वयं दीर्घत्वं न दृश्यते सु न न न न सुदृशद् योगः जस् जस् सुदृशद्योगः जस् सुयोगः जस् दृशद्योगः नो सुदृशद्योगः जस् जस् इत्यस्य कृते सु जस् सो अत्र सुदृशतः इत्येव वयं दृष्टः सुदृशद् एव दृष्टः इति चेत् दीर्घत्वं न भवति दीर्घत्वं न भवति इत्यनेन अत्वसन्तस्य छा धातोः इत्यस्य कार्यं न भवति किमर्थम् अत्र भवति किमर्थम् अत्र भवति अत्र साधारणधर्मः एव स्वीक्रियते वा भगिनी ऐ गाट् कन्फ्यूस्ड् नौ महोदय किं वदति उत्तरं तु सरलमेव परन्तु चिन्तनं बट् ऐ केनाट् से इट् इन् द इदानीं ममापि एकनिमिषं तत्र आत्मसन्तस्य अधातोः इति तत्र एकनिमिषं सन्तः किं वदति आसन्द धातोः इति तत्र धातोः तत्र सुदृशद इति उदाहरणं किं महोदय अत्र प्राति अत्र आत्मसन्ध धातोः इति पदसंज्ञायां भवति वा नास्ति खलु आत्मसन्तस्य सन्तः अतु अन्तः पदसंज्ञा सत्याम् एव भवति वा अत्र आत्मसन्तस्य धातोः इति अङ्गस्य कार्यं अस्सन्तः अथवा अतु अन्तः अस्ति चेत् तत्र दीर्घत्वं भवति इत्येव सूत्रं वदति तावदेव तत्र अस्सन्तः अतु साधारणधर्मः चिन्तयामि साधारणधर्मः खलु तत्र किमपि लोपः भवति वा वत्ति येषाम् अन्ते ते तत्र वत्ति येषाम् अन्ते ते तत्र अस्माकं मत् अस् तस्यापि लोपः भवति वा सुप्रत्ययस्य लोपः जातः भगिनि हल्याभ्यो दीर्घदृशदस् इति स्वीकुर्मः तत्र वयं किमर्थम् अस्प्रत्ययः आनयामः अत्वसन्तस्य आदा च धातोः इत्यस्य कृते एव आनयामः किल तत् इत्यस्य लोपः जातः समीचीनम् सुपो प्रातिपादिकयोः जस् लोपः जातः किमर्थं पुनः आनयामः सुदृशदक् तदा एव असन्तः भवति तदा एव अस्य सूत्रस्य प्रसक्तिः अत्वसन्तस्य च धातोः समीचीनं सुदृशद इति अस्ति चेत् अत्वसन्तस्य च धातोः इत्यस्य प्रसक्तिः एव नास्ति अस् अन्तः नास्ति किल इदानीं सुदृशद इति असन्तः नास्ति कथं वयम् आनयामः जस् लोपः जातः तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा अहम् अस् आनयामि सुदृशदत् इदानीं सुदृशदत् इति असन्तः अस्ति अतः अत्वसन्तस्य च धातोः इत्यनेन दीर्घत्वं भवति वा इति प्रश्नः समीचीनम् अत्र नास्ति तादृशं अत्र तु अतु अन्तः एव अस्ति किल तत्र किमपि वयं लोपः सुप्रत्ययस्य लोपः कुर्मः परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सु आनयामः वा न आनयामः चेदपि तत्र दीर्घः भवति एव तत्तु अत्व अन्तः अस्व अन्तः असन्तः इति अस्ति किल समीचीनं अवगतं वा तावदेव तावदेव उत्तरं तदेव तावदेव किमपि अन्यत् नास्ति प्रत्ययलोपे प्रत्ययलक्षणं सर्वत्र आनयामः इति न तत्र किमपि कार्यं भवेत् तदा एव तदागच्छति किल तत्रापि केचन क्लास् अस्ति तत्र साधारणधर्मः चेत् प्रत्ययलोपे प्रत्ययलक्षणं न आनेतुं शक्नुमः असाधारणधर्मः अस्ति चेदेव आनेतुं शक्नुमः अस्मिन् उदाहरणे तादृशचिन्तनं किमपि नास्ति किमर्थम् इत्युक्ते तत्पूर्वमेव अत्व अन्तः अथवा असन्तः अस्ति अतः कार्यं सामान्यतया एव भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति किमपि न आवश्यकं तत्र समीचीनं पूर्वमेव भवति अनन्तरमेव तावदेव तावदेव 6-4 किल 6-4 अतः पूर्वमेव भवति सत्यम् अस्तु समयः जातः भवन्तः एकवारं पुनः पठतु तावदेव चिन्तनं तत्र पदनिर्णयः रस्मैपदित्वमेव भवति अन्यत् सर्वं सामान्यमेव इतोपि किञ्चित् एव अवशिष्टः अस्मिन् पाठे अद्य विरमामः वा धन्यवादः भगिनि बहु द्विवारं पठनीयं तावदेव किमपि अन्यथा अस्तु भगिनि धन्यवादः धन्यवादः शुभरात्रि